नमः सर्वेभ्यः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्यायां बलाबलचिन्तनम् इति विषयः. तत्र अन्तरङ्गम् इति विषयः अनुवर्तते. अर्थकृतनिमित्तम् इति विषये चर्चा जायमाना अस्ति. तत्र पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इत्यस्मिन् सन्दर्भे एकविध अन्तरङ्गम् एकप्रकारक अन्तरङ्गम् अस्ति. तत्र अङ्गम् अन्तरङ्गम् इत्यत्र अङ्गम् इत्युक्ते निमित्तम् इति वयं जानीमः. कीदृशनिमित्तं स्वीकर्तव्यम्, अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति चर्चा अस्ति. तत्र अद्यत्वे नागेशस्य मतानुसारेण शब्दकृतनिमित्तमेव स्वीकर्तव्यम् इति तेन उक्तम्. तर्हि तत्र किमर्थं शब्दकृतनिमित्तमेव स्वीकर्तव्यं, किमर्थं संज्ञाकृतनिमित्तं नास्ति, किमर्थम् अर्थकृतनिमित्तं नास्ति इति इत्यस्मिन् विषये, अत्र संज्ञाकृतनिमित्तम् इत्यस्मिन् विषये पूर्वं किञ्चित् दृष्टं, पुनः तस्मिन् विषये अस्माकं मूल उदाहरणं स्वीकृत्य पश्यामः. अर्थकृतनिमित्तविषये अपि अस्माभिः बहु चर्चा कृता. तत्र त्रियोगः आम् इत्यस्मिन् सन्दर्भे अर्थकृतनिमित्तं कथं न सङ्गच्छते इति अपि दृष्टमस्ति. कोऽपि स्मारयति वा, शर्मिला भगिनी स्मारयति वा, कथम् अस्ति त्रियोगः आम् इत्यत्र अर्थकृतनिमित्तं स्वीक्रियते चेत् कः क्लेशः इति वदति वा? क्षम्यतां भगिनी, अहं न वक्तुं शक्नोमि. अस्तु अस्तु, नास्ति चिन्ता. तर्हि अत्र कः, गोमती भगिनी वक्तुमिच्छति वा? प्रयत्नं करोमि भगिनि. अत्र त्रियोगः आम् षष्टिविभक्ति प्रत्ययः अस्ति. तत्र एकसूत्रं कार्यं करोति. त्रि त्रयः इति सूत्रेण त्रि इत्यस्य त्रय इति आदेशः भवति. एतत्तु सामान्यसूत्रमस्ति. अनन्तरं स्त्रीलिङ्गे स्त्रीविवक्षायां त्रि इत्यस्य तिसृ इति आदेशः भवति. तिसृ त्रयः त्रियोगः आम् तत्र भवति. एकं तु सामान्यसूत्रम्, अन्यत् तु स्त्रीलिङ्गविवक्षाया. स्त्रीलिङ्गविवक्षा सामान्यसूत्रं किमस्ति? तिस्त्रयः. एकत्रयः तेस्त्रयः त्रेस्त्रयः स्त्रीलिङ्गविषये त्रि चतुरौ स्त्रियां तिसृ चतस्र इति सूत्रेण त्रि तत्र तिसृ आदेशः भवति. त्रि चतुरस्त्रियां तिसृ चतुसृ त्रयस्त्रयः सूत्रद्वयमपि एकस्मिन् स्थले एकत्र कार्यं कर्तुम् आगच्छति. द्वयोः सूत्रयोः अन्यत्र अन्यत्र कार्यं कर्तुम् अवकाशः अस्ति. त्रयस्त्रयः पुल्लिङ्गार्थे नपुंसक अर्थे अपि कार्यं करोति. त्रिचतुरस्त्रियां तिसृचतसृ सर्वासु विभक्तिषु तत्र कार्यं करोति. अन्यत्र अन्यत्र अवकाशः अस्ति. अतः विप्रतिषेधे परं कार्यम् इति सूत्रेण त्रिचतुरस्त्रियां परसूत्रमस्ति. ततः तत् सूत्रं बलीयः अस्ति. परन्तु तत्र वयम् अग्रे चिन्तयामः चेत् नित्यं वा अन्तरङ्गनिमित्तं वा एतत् विषयम् अपि स्वीकृत्वा चिन्तयामः चेत् त्रयस्त्रयः इति सूत्रस्य कार्यं यथा भवति तत्र निमित्तानि न्यूनं भवति. त्रियोग आम् इत्येव अस्ति निमित्तानि. त्रिचतुरस्त्रियां तिसृचतसृ सूत्रस्य विषये त्रि आं स्त्रियाम् इति विवक्षा अपि अस्ति, स्त्रियामपि अस्ति. ततः तत्र निमित्तानि अधिकानि सन्ति. अतः त्रयस्त्रयः अन्तरङ्गसूत्रमस्ति. असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषया तत्र अन्तरङ्गसूत्रं बलीयः भवति. अतः त्रयस्त्रयः कार्यं कर्तुम् आगच्छति. त्रयस्त्रयः अत्र त्रियोग आम्, तत्र त्रय आदेशः, त्रययोगः आम्, ह्रस्वो नुट् नद्यापो इति सूत्रेण नुटागमः भवति, त्रययोग न योग आं भवति, त्रय नाम भवति, अनन्तरं तत्र नामी आगच्छति, अजन्त अङ्गस्य नामी परे दीर्घत्वं भवति, त्रयाणाम् इति रेफं णत्वमपि भवति, त्रयाणाम् इति रूपं भवति, तु त्रयाणाम् इति रूपं स्त्रियाम् अपि त्रयाणाम् इति रूपं भवति चेत् तत्तु इष्टरूपं नास्ति, वयं जानीमः तिसृणाम् इति इष्टरूपमस्ति, अतः तत्र शब्दस्य अर्थनिमित्तं स्वीकुर्मः चेत् इष्टरूपं न सिद्ध्यति. अनन्तरं किं वदामि भगिनि? हा, इष्टरूपं न सिद्ध्यते, तत्र इतोपि किञ्चित् वक्तव्यम्. एतावता यदुक्तं बहु समीचीनमस्ति, बहु सम्यक् अस्ति, परन्तु इतोपि किञ्चित् वक्तव्यं तत्र. वदामि, त्रयस्त्रयः तत्र त्रि इति स्थाने अस्ति, त्रय इति आदेशः अपि अस्ति, त्रय आदेशः योगः आम्, त्रयाणाम् इति अत्र त्रय आम् अत्र आदेशः स्थानिवत् भवति, अतः तत्र त्रि इति स्वीकुर्मः, त्रियोगः आम् त्रय भवति चेत् त्रय आम् भवति, त्रि इति अत्र तिसृ इति आदेशः भवति चेत् किमर्थानिव त्रि इति त्रय आदेशः भवति, आदेशः तु स्थानिवत् अस्ति, तु त्रयः स्थाने त्रि इति स्वीकुर्मः चेत् तत्र त्रि इत्यस्य स्थाने तिसृ आदेशः भवितुमर्हति, अतः तिसृ योग आम् इति. अनन्तरं नूटागमः भवति नामी परे, नामी परे त्रयाणाम् इति इष्टरूपं तत्तु साधु एव, परन्तु तिसृ इति तिसृयोगनां तत्र तिसृयोगनां त्रययोगनां तत्र निमित्तं त्रययोगना अत्र नामे इति सूत्रमस्ति, तिसृ चतुसृ त्रिचतुरो स्त्रियां त्रिचतुश्चतसृ अस्ति, नामे तत्र किमपि निमित्तं नास्ति, केवलं नाम इति परे अस्ति, अतः तत् नामि एव कार्यं करोति, तु त्रययोग किमर्थं नामि एव कार्यं करोति? तिसृ इति आगच्छति चेत् तिसृ आगच्छति चेत् अपि नामि कार्यं करोति, तिसॄणां भवति, तत्र मम के अहम् अवगच्छामि परन्तु वक्तुं न शक्नोमि भगिनि. न न, एतावता सम्यक् एव उक्तं, सम्यकेव उक्तं, तत्र नामी अपि च त्रयस्त्रयः इति अनयोः, नामी अपि च तिसृचतस्र इति अनयोः, त्रिचतुरोस्त्रियां तिसृचतस्र अनयोः कीदृशसम्बन्धः इति वक्तव्यं खलु? तिसृचतस्र सूत्रे तिसृयोग आम् तत्र अन्तरङ्गबहिरङ्गचिन्तनं पुनः अन्तरङ्गबहिरङ्गचिन्तनम् अस्ति, परन्तु कथं नामे इति अन्तरङ्गं भवति इति अहं न वक्तुं शक्नोमि. नामे इति अन्तरङ्गसूत्रमस्ति, ततः जानामि. किं नामे इति सूत्रे निमित्तं किम् अस्ति? नामे इति सूत्रे केवलम् अङ्गम् अजन्त अङ्गं भवेत् तत् तदेव नामे परे आम् आम्. इदानीं त्रिचतुरोस्त्रियाम् इत्यत्र निमित्तं किं? तत्र तिसृ भवति, अनन्तरं नामी भवति, तिसृ इति तत्रापि एकमेव अपि च स्त्रियाम् इति अस्ति खलु स्त्रियामस्ति स्त्रियामस्ति अतः नामी सूत्रमेव बलियः नामी कार्यं करोति सत्यं अतः त्रयाणाम् एव रूपं भवति तदपि इष्टरूपं नास्ति अनन्तरं तत्र स्थानिवद्भावः शक्यते वा तत्र स्थानिवद्भावः शक्यते त्रयाणाम् अत्र स्थानिवद्भावः शक्यते अनन्तरं नामी त्रयाणां तिसृ एकनिमिषं द्विवारं तिसृ न आगच्छति तत्र अपि त्रि इति स्वीकुर्मः चेत् स्त्रीविवक्षायां द्विवारं वयं तिसृ न उपयुज्यामः न शक्यते किमर्थं द्विवारं तिसृ इति तत्र स्थानिवद्भावेन त्रया इत्यस्य स्थाने तिसृ इति आदेशः तिसृयोगः आम् इति अस्ति एकवारमेव अस्ति तिसृ तर्हि इदानीं कः क्लेशः तदानीं न क्लेशं नास्ति तिसृणामेव भवति दीर्घत्वं भवति केन सूत्रेण नामी सूत्रेण तत्रैव चिन्तनीयं नामी इति एकवारं पूर्वं कृतं खलु पुनः द्वितीयवारं भवति वा न भवति तत्रैव द्वितीयलक्ष्यलक्षणन्यायेन तत्र द्वितीयवारं न भवति एकस्मिन् स्थले एव एकवारं जातं चेत् एकं सूत्रं तदेव पुनः न आयाति खलु अतः इदानीं नामी इत्यनेन दीर्घत्वं न भवति दीर्घत्वं न भवति चेत् किं भवति दीर्घत्वं न भवति चेत् निषेधसूत्रमेकम् अस्ति तदस्ति न तिसृ चतसृ इति दीर्घबाधकसूत्रमस्ति तत् व्यर्थं भवति तस्य उपयोगः नास्ति अतः वर्थं न भवेत् इति चिन्तनम् अस्ति अतः तिसृ त्रययोग आम् त्रयाणाम् इति रूपम् इष्टं नास्ति न त्रयाणां नास्ति तिसृणाम् इति एव अस्ति तिसृ इति आदेशः जातः अत्र किं वक्तव्यम् इति चेत् तिसृयोगः नाम् अधुना नामी इति पुनः न आयाति अतः दीर्घस्य प्रसक्तिः एव नास्ति यदा नामी इति पुनः न आयाति तर्हि तस्य निषेधकसूत्रं न तिसृ चतसृ इत्यस्यापि अवकाशः न भवति तर्हि अवकाशः न भवति चेत् सूत्रं व्यर्थं भवति खलु दीर्घत्वं न भवति चेत् तिसृणामेव भवति न तिसृणामेव भवति यद्यपि रूपं समीचीनमस्ति तिसृणाम् इति रूपं समीचीनमस्ति परन्तु एकं सूत्रं व्यर्थं जातम् अतः तद् मास्तु इति कृत्वा किम् तद् मास्तु इति कृत्वा अर्थनिमित्तक अर्थनिमित्तं न स्वीकर्तव्यम् अर्थकृतनिमित्तं न स्वीकर्तव्यम् इति सारांशः अस्ति खलु बहु समीचीनमस्ति बहु सम्यक् अस्ति सर्वैः बुद्धं वा नमस्ते भगिनि नमस्ते विजयलक्ष्मी नमस्ते भगिनि लक्ष्मी अस्मि नमस्ते भगिनि वांसी अस्मि वंशी भगिनि अस्तु नमस्कारः अस्तु तर्हि इदानीं अग्रे गच्छेम वा नमस्ते भगिनि सुमन् अस्मि सुमन् भगिनि अस्तु अस्तु स्पष्टमस्ति चेत् अग्रे गच्छेम इदानीं तत्र अत्र स्त्री अर्थः इत्युच्यते ततः आरभ्य पठामः अत्र विजयलक्ष्मी भगिनी पठतु अत्र स्त्री अर्थः इति उच्यते अस्तु अत्र स्त्री अर्थः इत्युच्यते लिङ्गम् अर्थनिष्ठम् इति उच्यते अकारान्तपुल्लिङ्गरामशब्दः इति यथा लिङ्गवत्त्वं वदामः व्यवहारे, तथा वस्तुतः लिङ्गम् अर्थनिष्ठम्। स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते। विशेषयति इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठम्। गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते, अर्थः निमित्ततया न गृह्यते। इत्युक्ते विशेष्यतया निमित्ततया न गृह्यते। अपरेषु स्थलेषु प्रदर्श्यते यत् विशेषणतया निमित्ततया गृह्यते, अर्थः सम्पूर्णतया परित्यक्तव्यः इति न उच्यते, किन्तु निमित्तानाम् उपादाने निमित्तानां ग्रहणे विशेष्यतया गुणः न ग्राह्यः। अपि च विशेष्यतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्याणि इत्यञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते। भगिनी किमपि न अवगतवती, प्रयत्नं करोतु किञ्चित्। इदानीम् अर्थकृतनिमित्तम् इति विषयः खलु। अत्र स्त्री इति अर्थम् इति अर्थः इति स्वीकुर्मः, तत्कारणम् अर्थकृतनिमित्तकत्वे व्यर्थः भवति सूत्रं, तत्कारणं तद् समीचीनं न इति उपरि इदानीमेव वयं दृष्टवन्तः। लिङ्गम् अर्थनिष्ठम् इति उच्यते। आम्, तत्तु तदेव स्त्री इति लिङ्गं, तद् अर्थनिष्ठम् इति उच्यते। अकारान्तपुल्लिङ्गरामशब्दः इति यथा लिङ्गवत्त्वं वदामः व्यवहारे, तथा वस्तुतः लिङ्गम् अर्थनिष्ठम्। आम्, अकारान्तः पुल्लिङ्गः इति रामशब्दस्य विशेषणम् इति भवति, तावदेव भगिनि। तत्तु अर्थमेव, नामपदस्य विशेषणम् अर्थमेव, तथा वस्तुतः लिङ्गम् अर्थनिष्ठम्। स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते। एतत् अहं तु न अवगच्छामि। स्त्रीत्वं कुत्र भवति? स्त्रीत्वं स्त्रीलिङ्गे भवति। हा, स्त्रीत्वं स्त्रीलिङ्गे भवति। अत्र तु गुणः इति उक्तं, वस्तुतः स्त्रीत्वम् इत्युक्ते जातिः। स्त्रीत्वम् इत्युक्ते जातिः अस्ति। तेन इदानीं मम पुरतः एकः घटः अस्ति, एकः घटः अस्ति, अनन्तरम् एकं पुस्तकम् अस्ति। अनयोः भेदः कथम् अवगम्यते? अनयोः भेदः दृष्ट्वा एव अवगम्यते खलु? हा, कथं दृष्ट्वा अवगम्यते इत्युक्ते, तत्र घटस्य रूपं भिन्नं भवति, पुस्तकस्य रूपं भिन्नं भवति। हा, इत्युक्ते तत्र आकारः भिन्नः अस्ति खलु, द्वयोः आकारः भिन्नः अस्ति। घटे घटत्वम् इति जातिः अस्ति, अतः एव यत्र यत्र भवती घटं पश्यति सर्वत्र घटम् इति अवगच्छति खलु, तत्र जातिः अस्ति, घटत्वजातिः अस्ति। मनुष्ये मनुष्यत्वजातिः अस्ति, अयं मनुष्यः इति कथं जानाति? तत्र मनुष्यत्वम् इति जातिं ज्ञात्वा खलु, तत्र आकारः रूपं सर्वं। हा, आकारः मनुष्यस्य गुणाः सन्ति इति कृत्वा तत्र मनुष्यत्वम् इति जातिः अस्ति। एवमेव अत्र स्त्रीत्वे स्त्रीलिङ्गे स्त्रीत्वम् इति गुणः इति अत्र गुणः इति उक्तं, वस्तुतः जातिः अस्ति। अनेन तत्र यथा घटे घटत्वम् इति विशेषणम् अस्ति, एवमेव स्त्रीलिङ्गे स्त्रीत्वम् इति विशेषणम् अस्ति खलु। विशेषणम् इत्युक्ते विशेषणम् इत्युक्ते कः अर्थः? विशेषणम् इत्युक्ते पदस्य किञ्चित् अट्रिब्यूट्स् अस्ति चेत् तद् वदति तत् विशेष। किमर्थम् अट्रिब्यूट्स् अस्ति वा नास्ति वा इति चिन्तयामः? किमर्थं चिन्तयामः? विशेषणमस्ति चेत् विशेष्यः भवति। हा, तत्तु अस्ति, परन्तु किमर्थं विशेषणस्य चिन्तनम्? पृथक् करणीयम् इति सम्यक् इत्युक्ते व्यावर्तनम् इत्युक्ते समुदायात् व्यावर्तनार्थम् इत्युक्ते पृथक्करणार्थं पृथक्कृत्य प्रदर्शनार्थं विशेषणस्य आवश्यकता अस्ति. इदानीं तत्र दशवृक्षाः सन्ति, तेषु अहम् एकमेव पृथक् कर्तुम् इच्छामि, तर्हि अहं वदामि उन्नतः वृक्षः इति वदामि चेत् वयम् अवगन्तुं शक्नुमः अयं भिन्नः अस्ति अन्येभ्यः. अतः तत्र अत्र यत्र विशेषणम् अस्ति, विशेषणं विशेष्यं व्यावर्तयति, विशेष्यं पृथक् करोति. अत्रापि स्त्रीत्वम् इति विशेषणं शब्दं व्यावर्तयति. रमा इति यः शब्दः अस्ति, रमा इति, तर्हि स्त्रीलिङ्गे इति वदामि चेत्, रमाशब्दः स्त्रीलिङ्गे इति वदामि चेत् तदानीं व्यावर्तयति, अन्येभ्यः शब्देभ्यः व्यावर्तयति, अतः विशेषयति. अग्रे विशेषयति इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठम्. इदानीं भवती यद् उक्तवती तदेव खलु, सत्यं, स्त्रीत्वम् अर्थनिष्ठम् इति विशेषणम् उपयुज्य पृथक् कुर्मः स्त्रीगुण जातेः यानि ये गुणाः सन्ति तेषां गुणानां विशेषणरूपेण किं कुर्मः एक्स्प्रेस् कृत्वा पृथक् कुर्मः. गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते. गुणानां साक्षात् निमित्ततया कथनं न, हा उपरि यथा सूत्रे एव त्रिचतुरो स्त्रियाम् इति तत्र स्त्रियाम् इति अस्ति, तद् तत्र स्त्रीगुणस्य तत्र वर्णनम् अस्ति, तद् निमित्तम् इति न स्वीकुर्मः इति एव न अत्र केवलम् तदपि अस्ति. अत्र किम् उच्यते इति चेत् एकस्मिन् सूत्रे केवलं तत्र स्त्रियाम् इति उक्त्वा कार्यं भवति वा, स्त्रियां परे कार्यम् इति उक्त्वा कार्यं भवति वा? यथा विशिष्टकार्यं किम् इति अपि वक्तव्यं, हा इत्युक्ते यस्मिन् स्त्रीत्वम् अस्ति तादृशव्यक्तिः आवश्यकी खलु. इदानीं पश्यतु, इदानीम् अहं वदामि इको एणचि इति सूत्रे इति तादृशमेव एकं सूत्रम् अहं करोमि. इकः स्थाने यण् आदेशः भवति, नील अच् नील नील अकारः परे इति अहं वदामि, नीलः अकारः परे इति वदामि. तर्हि इदानीं तत्र केवलं नीलः परे इति वदामि चेत् कार्यं भवति वा? न भवति, इत्युक्ते व्यक्तिः तत्र आवश्यकी खलु, वर्णः आवश्यकः खलु तत्र. पुनरेकवारं पृच्छतु. तत्र इकोयणचि इति सूत्रम् अहं तादृशमेव एकं सूत्रं करोमि. इकः स्थाने यण् भवति, अकारे परे इति अचि इति त्यजतु इदानीं, केवलम् अकारे परे इति वदामि इति चिन्तयतु. अकारे परे कीदृश अकारः इत्युक्ते नीलः अकारः, नीलः अकारः यत्र अस्ति तत्र इकः स्थाने यण् आदेशः भवति इति मम सूत्रमस्ति. तत्र इदानीं वर्णः वदति वा? नीलः अकारः, ओ तत् नीलः अकारः इति अहं वदामि. इदानीम् अकारः इति त्यजतु, केवलं नीलः इति वदामि. इकः स्थाने यणादेशः भवति, नीलः परे कार्यं भवति वा? न, नीलः किम् इति अपि वक्तव्यं, हा व्यक्तिः का इति वक्तव्यं खलु, इति तदेव अत्र उक्तमस्ति. गुणं साक्षात् तत्र स्वीकृत्य निमित्तरूपेण स्वीकर्तुं न शक्यते, यथा तत्र त्रिचतुरो स्त्रियां तिसृचतस्र इति सूत्रे स्त्रियाम् इति उक्तं, केवलं स्त्रियां परे कार्यं भवति वा? अस्मिन् सूत्रे विभक्तिप्रत्यये परे इति न उक्तं, केवलं स्त्रियाम् इति एव उक्तं चेत् कार्यं भवति वा? न स्त्रियां परे कस्य इति अपि वक्तव्यं हा इति तावदेव अत्र कस्य इति अत्र विशेष्यस्य उल्लेखः भवेत् एव अस्तु तर्हि गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते अत्र यस्य स्त्रीत्वम् अस्ति सः सा एव यस्याः स्त्रीत्वम् अस्ति सा एव निमित्तं भवति इति वा भगिनि सत्यं न तु स्त्री तस्य गुणस्य इत्युक्ते केवलं विशेषणस्य केवलं विशेषणस्य निमित्तरूपेण ग्रहणं नास्ति तत्र विशेष्यम् अपेक्षितम् इति सारांशः विशेष्यम् अपेक्षितम् अस्तु अर्थः निमित्ततया न गृह्यते इत्युक्ते विशेष्यतया निमित्ततया न गृह्यते अर्थः निमित्ततया न गृह्यते इत्युक्ते विशेष्यतया निमित्ततया न गृह्यते पूर्वं यद् उक्तवन्तः तदेव अर्थः इत्युक्ते विशेष्यस्य निमित्तम् इति न भवति इति एव अर्थः विशेषणं भवति अतः तद् तद्वयं विशेषरूपेण स्वीकर्तुं न शक्यते न शक्यते इति अपरेषु स्थलेषु प्रदर्श्यते यत् विशेषणतया निमित्ततया गृह्यते अपरेषु स्थलेषु प्रदर्श्यते यत् विशेषणतया निमित्ततया गृह्यते इत्युक्ते इदानीं प्रश्नः उदेति खलु यदि अर्थः न निमित्ततया न स्वीकर्तव्यं चेत् कं सम्पूर्णतया त्यक्तव्यं वा इति चेत् सम्पूर्णतया न त्यक्तव्यं यथा अत्र त्रिचतुरो स्त्रियां तिष्ठतस्र इति सूत्रे स्त्रियाम् इत्यस्य महत्त्वम् अस्ति खलु स्त्रियाम् इति नास्ति चेत् तत्र सूत्रस्य कार्यं भवति वा न भवति हा इत्युक्ते सम्पूर्णतया तत्र त्यक्तव्यम् इति नास्ति परन्तु वयं कथं स्वीकुर्मः इति चेत् तत्र विषयरूपेण स्वीकुर्मः स्त्रियाम् इति विषये स्त्री इत्यस्य स्थाने तिस्र आदेशः भवति अमि परे विभक्तिसंज्ञकप्रत्यये परे इति तादृशं वयं स्वीकुर्मः खलु तर्हि अर्थस्य सम्पूर्णतया त्यक्तव्यम् इति नास्ति परन्तु वयं विषयरूपेण वयं स्वीकुर्मः न तु सूत्रस्य सम्पूर्ण अर्थः अवगन्तुं न शक्नुमः तत्कारणं विशेषणस्यापि निमित्तं नास्ति परन्तु तस्य सूत्रे तु विषयरूपेण स्थानं भवति इति एव खलु सत्यं सत्यम् अर्थः सम्पूर्णतया परित्यक्तव्यः इति न उच्यते तावदेव किन्तु निमित्तानाम् उपादाने निमित्तानां ग्रहणे विशेष्यतया गुणः न ग्राह्यः अत्र स्त्रियाम् इति तस्य सूत्रस्य यदि वयम् उदाहरणरूपेण स्वीकुर्मः तत्र स्त्रियाम् इति गुणः अस्ति तत् निमित्तरूपेण न स्वीकरणीयं परन्तु सूत्रे तस्य विषयस्य किम् इम्पार्टेन्स् अस्ति इति एव सत्यम् अपि च विशेष्यतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्याणि हा विशेष्यस्य एव निमित्तानि ग्राह्याणि न तु विशेषणस्य इत्थञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते तावदेव गुणस्य यः आश्रयः इत्युक्ते विशेष्यं खलु यदि अहं नीलः नीलं पुस्तकम् इति वदामि चेत् तत्र नीलत्वं कुत्र अस्ति यस्मिन् तद् नीलत्वम् अस्ति सः एव आश्रयः सः एव आश्रयः कः सः अकारः इदानीं पुस्तकं ओके पुस्तकं हा तर्हि विशेष्यमेव अत्र आश्रयः अस्ति विशेष्यमेव निमित्ततया वयं स्वीकुर्मः इति अस्ति अस्तु समीचीनम् तर्हि इदानीम् अग्रे शर्मिला भगिनी पठति वा? अस्तु भगिनि, पठामि. तर्हि अग्रे प्रकृतिविषये स्योनशब्दप्रसङ्गे कैयटस्य प्राचीनानां मतं यत् यथा अर्थनिमित्तकं निमित्तिकत्वं भवति तथैव संज्ञानिमित्तकत्वं भवति. संज्ञा अपि एकं निमित्तम्. नागेशः नवीनाः च एतत् न स्वीकुर्वन्ति. अर्थप्रसङ्गे ते वदन्ति स्त्रीत्वम् अर्थनिष्ठं भवति, स्त्रीत्वं न शब्दः. शब्दशास्त्रे शब्दस्य प्राधान्यं गुणानां प्राधान्यं न. अर्थः न आश्रियते, शब्दः एव निमित्ततया आश्रियते. यत् अतः स्त्रियाम् इति कथनेनपि तत् निमित्ततया वक्तुं न शक्यम्. एवमेव नागेशः वदति यत् संज्ञा न शब्दः, अतः संज्ञा न निमित्तम्. अतः अत्र अस्माकं बहु चर्चा जाता स्योन इति शब्दप्रसङ्गे. कैयट इति व्याकरण वैयाकरण अपि च प्राचीनवैयाकरणानां मतम् अत्र अर्थनिमित्तिकं भवेत् इति, तथा अपि च संज्ञानिमित्तिकम् अपि भवे. संज्ञा इति कस्य संज्ञा भवति? स्त्री इति संज्ञा भवति वा? न न, तत्र तत्र इको एणचि इत्यत्र अचि इति, तत्र अचि इति अचि इत्यस्य कः अर्थः? प्रत्याहार अच्, तत्र प्रत्याहार अच् इति एकं प्रत्याहार इति संज्ञा भवति वा? तत्र अच् इत्युक्ते अच् इति संज्ञा अस्ति खलु, अच् इति संज्ञा अस्ति. अचि इति तत्र वदामः चेत् अचि इति संज्ञापदं वा संज्ञीपदं वा? संज्ञा इति इदानीं अच् तु संज्ञा. इदानीं पश्यतु, तत्र शर्मिला इति वदामि चेत् शर्मिला इति संज्ञा वा संज्ञी वा? संज्ञा. संज्ञी कः? तत्र यः स्त्री अस्ति सा सत्यं भवति एव, तत्र संज्ञी अस्ति. एवमेव अचि इति यदा वदामः, अच् इति संज्ञा अस्ति. तर्हि अच् इत्यस्मिन् इदानीं तत्र संज्ञाकृतनिमित्तं स्वीकर्तव्यम् इति चेत् अचि इति संज्ञा स्वीकर्तव्यम् इति उक्तं. संज्ञां स्वीकुर्मः चेत् तत्र कार्यं भवति वा? इको एणचि इत्यत्र अचि इति संज्ञा इति उक्तम्. संज्ञा इति वदामः चेत् कार्यं भवति वा? न भवति. तत्र संज्ञी ये वर्णाः सन्ति तेषु अन्यतमा भवेत्. हा, इति अस्ति. तर्हि अत्र अत्र उक्तमस्ति प्राचीनानां मतम् अर्थकृतनिमित्तम् अपि च संज्ञाकृतनिमित्तम् इति प्राचीनानां मतम् अस्ति. परन्तु नागेशः नवीनानां मतं किम्? ते एवं न स्वीकर्तम् इति वदति. तत्र अर्थप्रसङ्गे यतोहि स्त्रीत्वम् इति अर्थं भवति, स्त्रीत्वम् इति गुण अस्ति, शब्दः नास्ति. अपि च शब्दशास्त्रे गुणस्य प्राधान्यं नास्ति, शब्द एव प्रधानः. अतः एवमेव अर्थमपि शब्द नास्ति. अतः स्त्रियाम् इति अर्थनिष्ठशब्द गुण अस्ति, अतः तस्य निमित्तम् इति तस् निमित्तम् इति न भवति. अतः यतो यथा संज्ञा इति शब्दः नास्ति तथा संज्ञा इति निमित्तं न भवति इति नागेशः वदति. सत्यं. तर्हि तत्र प्राचीनानां मतं तु संज्ञाकृतनिमित्तम् अर्थकृतनिमित्तम् अपि वयं स्वीकर्तुं शक्यते इति वदति. परन्तु नागेशः इति नव्यनयाकरणः सः तेन किम् उक्तम् इति चेत् तत्र संज्ञाकृतं निमित्तं मास्तु, अर्थकृतनिमित्तं मास्तु, तेन क्लेशः उत्पद्यते, अतः केवलं शब्दकृतनिमित्तमेव स्वीकर्तव्यम् इति उक्तम्। इदानीं चिन्तनार्थं त्रियोगः आम् इत्यत्र अर्थकृतनिमित्तं न स्वीकुर्मः चेत् तत्र किं भवति? त्रयाणां भवति न स्त्रीत्वविवक्षायां त्रियोगः आम् इति स्त्रीत्वविवक्षायां किं भवति? तत्रापि स्त्रियाम् इति न स्वीकुर्मश्चेत् त्रिचतुरो स्त्रियां तिस्रचतस्रः इति सूत्रमेव कार्यं न करोति खलु? कार्यं करोति वा न करोति वा? न करोति, न करोति वा? तर्हि किं करोति कार्यम्? पूर्वस्मिन् त्रयस्त्रयः भवति खलु? किमर्थं न किमर्थं? वेरि कन्फ्यूस्ड् अबौट् दिस् भगिनी। अस्तु अस्तु, नास्ति चिन्ता। वंशी भगिनी वदतु, त्रियोगः आम् इत्यत्र अर्थकृतनिमित्तं मास्तु इति वदामः चेत् किं भवति? यदि अर्थकृतनिमित्तं वयं न स्वीकुर्मः तत्र तु शब्दकृतनिमित्तं स्वीकुर्मः वा तत्र यदि अर्थ शब्दकृत स्वीकुर्मः चेत् तत्र तु त्रियोगः आम् इत्यस्मिन् आम् इति तु शब्दः अस्ति, आम् परे तु त्रयश्रयः भवति, त्रिचतुरो स्त्रियां तिस्रु चतुस्र इति तु तत्रापि चतुर्शब्द त्रिस्थाने तिस्र अपि च चतुर्स्थाने चतुस्र भवति, तत्रापि अर्थकृतनिमित्तं नास्ति न भगिनि? तत्र तु शब्दकृतनिमित्तमेव कार्यं कर्तुं शक्यते किल? तत्र तर्हि अनयोः सूत्रयोः किं कार्यं करोति? अनयोः सूत्रयोः त्रयस्त्रयः एव कार्यं करोति, यतोहि अन्तरङ्गसूत्रमस्ति, त्रिचतुर्स्त्रियां तु बहिरङ्गसूत्रमस्ति, त्रयस्त्रयः तु एकक्षणम् एकक्षणं, तत्र अन्तरङ्गसूत्रं कथं केन आधारेण? निमित्त लघुनिमित्तमस्ति, निमित्तं त्रिचतुरस्त्रियां तु त्रीणि निमित्राणि सन्ति, त्रयस्त्रयः तु निमित्तद्वयम्। त्रीणि निमित्तानि कानि? त्रीणि निमित्तानि अस्ति, एकं तु स्त्रीविवक्षायां भवति, अन्यत्तु स्त्रीविवक्षा इति निमित्तरूपेण न स्वीकुर्मः खलु, अर्थकृतनिमित्तं मास्तु इति उक्तं खलु? ओ अस्तु अस्तु हा अस्तु अस्तु अवगच्छामि, अस्तु अस्तु, क्षम्यतां भगिनि। हा यदि अर्थकृतनिमित्तं यदि न स्वीकुर्मः चेत् तत्र तु स्त्रीलिङ्गविवक्षा तु त्यजामः, अतः त्रि अपि च चतुर्शब्दयोः एव तत्र तिसृ अपि च चतुस्रु भवति, तदेव निमित्तं भवति, यतोहि अर्थनिमित्तं तत्र त्यक्तव्यं वयं तु तत्र तु तर्हि निमित्तद्वयमेव भवति वा तत्र भगिनि? सत्यम्। अस्तु, तत्र त्रयस्त्रयः इत्यस्मिन् तु आम् प्रत्यये एव वदति, तत्र पुल्लिङ्गे नपुंसकस्त्रीलिङ्ग किमपि न वदति, अतः एकः एव निमित्तम् अस्ति तत्र किमर्थम् एकमेव निमित्तमस्ति? तत्र तु कस्यापि प्रसक् न तत्र तु आम् प्रत्यये परे एव भवति इति त्रिशब्दस्य त्रयः आदेशः भवति, आम् प्रत्यये परे एव इति तस्य सूत्रस्य विवरणम्, अतः कस्यापि लिङ्गे अपि अस्ति तत्र भवितुम् अर्हति किल तत्र तु? सत्यम्। अस्तु, तर्हि द्वयोः तु तत्र त्रिशब्दस्य सत्यं त्रि हा अस्तु अस्तु, तत्र तु त्रि इति अस्तु, तर्हि एकः एव निमित्तमस्ति त्रयस्त्रयः, त्रिचतुरौ स्त्रियाम् इत्यस्य निमित्तद्वयमस्ति। किमस्ति निमित्तद्वयम्? एकं तु त्रिशब्दस्य स्थाने तिसृ भवति, चतुर्स्थाने चतुस्र भवति। एवमेव त्रयस्त्रयः इत्यत्र त्रिस्थाने त्रय इति भवति, तत् न स्वीकृतं खलु भवति? एकवारं वदतु भगिनि, अहं न पुनः वदतु। त्रयस्त्रयः इत्यत्र त्रिस्थाने त्रयादेशः भवति, तत् किमर्थं न स्वीकृतं भवत्या? तत् तु तत्तु त्रयस्त्रयसूत्रस्य विवक्षा अस्ति किल, तत्र अत्र तु तत्र भवती तत्र एकमेव निमित्तम् अस्ति इति उक्तम्। ओ ओके अस्तु, हा परन्तु तत्र तु आम् प्रत्यये परे एकनिमिषः अग्रे तत्र तु स्वीकरणीयं न अत्र त्रि समीचीनं भगिनि, अत्र पश्यतु त्रियोगः आम्, त्रियोगः आम् इत्यत्र त्रयस्त्रयः इत्यत्र निमित्तद्वयम् अस्ति खलु, सत्यं त्रिस्थाने त्रयादेशः इति एकमस्ति, अनन्तरं परनिमित्तं तत्र आम् प्रत्यये परे तत्र निमित्तद्वयमस्ति। आम् सत्यम्। इदानीं त्रिचतुरस्र्यां तिसृचतुरस्र इत्यत्र कति निमित्तानि? तत्र तु तत्रापि सत्यं, तत्र तु निमित्तद्वयं, परन्तु निमित्तद्वयं परन्तु आम् प्रत्यये अपि भवितुम् अर्हति यतोहि सर्वत्र भवति तत्र, क्षम्यता भवतु, परन्तु स्त्रीलिङ्गविवक्षा इति त्यजामः चेत् तत्र कुत्र भवति इति मम प्रश्नः। स्त्रीलिङ्गविषये त्यजामः इत्युक्ते तत्र स्त्रीलिङ्गं निमित्तरूपेण न स्वीकुर्मः, स्त्रीलिङ्गविषये अस्तु अस्तु स्त्रीलिङ्गविषये तत्र तर्हि तु त्रियोगः आम् इत्यस्मिन् परिस्थिति अपि त्रिचतुरस्र्याम् इति कार्यं भवितुम् अर्हति किल तत्र, तत्र निमित्तानि कति निमित्तानि? निमित्तानि त्रयं, निमित्तत्रयं भवति इति अहं चिन्तयामि। वदतु निमित्तत्रयं समानं न वंशी भगिनी वदतु निमित्तत्रयं किम्? त्रियोगः त्रिस्थाने तिसृ, चतुर्स्थाने चतुसृ, आम् अपि तत्रैव भवति यतोहि तत्र किमपि न वक्तुम् विभक्तिप्रत्यये परे, हा विभक्ति सर्वेषां विभक्तीनां सर्वेषु विभक्तिषु इति भवति, अतः आम् प्रत्यये अपि भवति तस्मिन्नेव भवति, अतः निमित्तद्वयमेव अस्ति भगिनि तत्र तु, निमित्तद्वयमेव अस्ति न तु स्त्रियाम् इति त्यजामः खलु, हा स्त्रियाम् इति त्यजामः, सत्यं सत्यम्। तर्हि निमित्तद्वयम् अस्ति, उभयत्र निमित्तद्वयम् अस्ति, तर्हि किं कार्यं करोति? ओ अस्तु, तर्हि तत्र तु तुल्यबलविरोधः अस्ति यतोहि सूत्रद्वयस्य द्वयोः निमित्तद्वयम् अस्ति, अतः परसूत्रमेव कार्यं करोति यतोहि त्रिचतुरस्त्रियां तिसृचतुसृ एव परसूत्रम् अस्ति इति अहं तदेव कार्यं करोति। तावदेव अन्यत् किमपि नास्ति, परसूत्रत्वात् परत्वात् त्रिचतुरस्त्रियां तिसृचतुसृ इति सूत्रं कार्यं करोति, तर्हि त्रिस्थाने तिसृ आदेशः, तदनन्तरं सस्वो नद्योपनुट् इत्यनेन नकारस्य नुट् आगमः भवति, तिसृनाम् इति भवति, तदनन्तरं नामी इति भवितुम् अर्हति यतोहि तिसृनाम् इति भवितुम् अर्हति, परन्तु तस्य निषेधः सूत्रमस्ति न तिसृ चतुसृ इति, परन्तु तत्र स्त्रीलिङ्गि न तिसृ चतुसृ इति सूत्रस्य कारणेन दीर्घत्वं निषिध्यते, निषेधं भवति, अतः तिसृनाम् एव अन्तिमरूपं भवति भगिनि। तावदेव, बहु समीचीनं, तावदेव, अन्यत् किमपि नास्ति इति सरलरीत्या वयं साधयितुं शक्नुमः, अतः अर्थकृतनिमित्तं सर्वं मास्तु। ओ अन्ते इति परं पठित्वा अधुना एव स्त्री तिसृनाम् इति रूपं साधयितुं शक्नुमः भगिनि, तत्र अर्थकृतनिमित्तं स्वीकुर्मः चेत् तत्र क्लेशः भवति, एकं सूत्रं व्यर्थं भवति, तद् मास्तु। इदानीं सूत्रस्यापि सर्वेषां सूत्राणां प्रवृत्तिः अस्ति, अपि च इष्टसिद्धिः अपि अस्ति। अस्तु अस्तु समीचीनं, तर्हि इदानीम् अग्रे पूर्णेन्दुमहोदय पठति वा? तर्हि ततः परं नागेशस्य मतं भाष्यकारस्य च सिद्धान्तं वा भगिनि, सिद्धान्तमिति लिखितमस्ति, सिद्धान्तं मनसि निधाय शब्दरूपमेव ग्राह्यम् इति निश्चीयते चेत् यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति तदन्तरङ्गम्, तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तदन्तरङ्गं तदन्तर्भूतं च बहुविधम्। अतः इदानीं पर्यन्तं वयं या चर्चा कृतवन्तः तेन आधारेण नागेशस्य मतं स्वीकृत्य नागेशस्य मत अपि भाष्यकारस्य सिद्धान्त अनुगुणं मतः तत् मनसि निधाय वयं किं कुर्मः, शब्दरूपनिमित्तं स्वीकृत्य शब्दरूपनिमित्तं ग्रहणं कुर्मः, न तु अर्थरूपनिमित्तम् अथवा संज्ञा अर्थकृतनिमित्तम् अथवा संज्ञाकृतनिमित्तं। यस्य शास्त्रस्य शब्दरूपनिमित्तं अन्तर्भूतं भवति तद् अन्तरङ्गम्। इत्युक्ते यत्र शास्त्रद्वयस्य विषये चिन्तनम् अस्ति एकस्मिन् काले, इत्युक्ते तत्र तुल्यबलविरोधः अस्ति, शास्त्रद्वयस्य विषये तुल्यबलविरोधः अस्ति, तत्र सप्तरूपनिमित्तं स्वीकृत्य चिन्तनसमये यस्य शास्त्रस्य अन्तर्भूतं भवति, इत्युक्ते निमित्तं अन्तर्भूत भवति इत्युक्ते पूर्व उपस्थितिकं भवति तद् अन्तरङ्गम्। तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तद् अन्तरङ्गम्। समानमेव वाक्यद्वयं समानं, समानमेव, पुनः तत्र स्पष्टीकरणार्थं पुनः आम् आम् आम् वर्तते तद् अन्तरङ्गं, तदन्तर्भूतं च बहुविधम्। अन्तिमवाक्यस्य को अर्थः भगिनि? तत्र अन्तर्भूतनिमित्तकत्वं बहुविधं वर्तते, वयं पूर्वमेव चर्चितवन्तः खलु, अन्तरङ्गं बहुविधम् अस्ति, बहुविधम् अस्ति अन्तरङ्गम्। अत्र पूर्व उपस्थितनिमित्तकत्वम् इति एकविधम् अस्ति, अपरनिमित्तकम् इति अन्यत् विधम् अस्ति, एतादृशं तत्र बहूनि सन्ति। अत्र तु करपत्रे केवलं प्रकारद्वयमेव प्रदर्शितमस्ति, तर्हि तत्र इतोपि बहुविध भेदाः सन्ति, तत् कदाचित् पश्यामः अग्रे। भगिनि एकः प्रश्नः, अत्र अर्थकृतनिमित्तं न स्वीक्रियते, शब्दकृतनिमित्तं तेन एव अत्र बलीयः कः इति चिन्तनं भवति चेत् पुनः पूर्वपरचिन्तनम् आगच्छति, तत्रापि विप्रदिश्यते परं कार्यम् इत्यनेन एव परसूत्रं बलवत् इति भवति खलु, पुनः अन्तरङ्गत्वं तत्र भवति वा शब्दकृतं स्वीकरोति चेत्? स्वीकरोति, शब्दकृतनिमित्तं स्वीकुर्मः चेदपि अत्र पश्यामः, अत्र अग्रे अस्माकं मूल उदाहरणं वयं नाम विस्मरामः, अस्माकं मूल उदाहरणं किं सिव्योगः न इत्येव मूल उदाहरणं खलु, एतावता तत्र मूल उदाहरणे एव वयं स्मः, तत्र सिव्योगः न इति परिस्थितौ कस्य कार्यम् इति एतावता चिन्तनं न जातम्। तर्हि शब्दकृतनिमित्तं स्वीकृत्य अपि अन्तरङ्गत्वं कथं भवति इति पश्यामः। अस्तु, भवती एव पठतु अग्रे। अस्तु भगिनि, एतत् आधारेण उपरि शिवयोगन इति स्थितौ संज्ञाकृतनिमित्तगणनेन परिशीलनं न शक्यम्। अग्रे नागेशः वदति यत् कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति कृत्वा श्वोः शूडनुनासिके च नित्यशास्त्रम्, यतोहि तस्य शिवयोगन इति स्थितौ अपि प्रसक्तिः, पुगन्धलघूपतस्य च इत्यनेन गुणं कृत्वापि शिवयोगन इति स्थितौ अपि श्वोः शूडनुनासिके च इत्यस्य प्रसक्तिः, किन्तु प्रथमं श्वोः शूड् अनुनासिके च भवति चेत् तदनन्तरं पुगन्धलघूपतस्य च भवति न वा इति अग्रे द्रष्टव्यम्। पुनः वयं शिवयोगन इति अवस्थायां तस्य उदाहरणं स्वीकृत्य वदामः चेत् तत्र सूत्राणि प्रसक्तानि शिवयोगः न इति, सूत्रत्रयं तेषां प्रसक्तिः भवति, श्वोः शूडानुनासिके च, पुगन्धलघूपतस्य च, तदनन्तरं लोपो व्योर्वलि इत्यस्य च प्रसक्तिः भवति। एकस्मिन् सूत्राणि स्मारयतु. सूत्राणि क्षम्यता. लोपो व्योर्बले किं वदति इति चेत् वल् प्रत्याहारपरे अस्ति चेत् वकारयकारयोः लोपः भवति इति उक्तं. वल् प्रत्याहारस्य अन्यतमः परे अस्ति वकारस्य नचति यकारस्य लोपः भवति ततः पूर्वं विद्यमानम् इति लोपो व्योर्बली. छ्वोः शूड् अनुनासिके च इति सूत्रं किं वदति इति चेत् तुक् सहितचकारस्य स्थाने शकारादेशः भवति अपि च वकारस्य स्थाने ऊट् आदेशः भवति अनुनासिकप्रत्ययपरे किप् प्रत्ययपरे छलादिप्रत्ययपरे इति. तेषु अस्माकं स्थितिः केवलं वकारस्य स्थाने ऊट् आदेशः भवति वा इति द्रष्टव्यम्. अत्र सिव्योग न इति परिस्थितौ वकारः अस्ति तदनन्तरम् अनुनासिकः अस्ति न इति अनुनासिकः अस्ति. अतः वकारस्य स्थाने ऊट् आदेशः भवति वा वकारस्य लोपः भवति वा लोपो व्योर्वली इत्यनेन अथवा पुगन्धलघुपदस्य च इत्यनेन सिव् इत्यस्य इकारस्य गुणः भवति वा इति परिस्थितिः. इदानीं सर्वैः बुद्धं वा अत्र त्रीणि सूत्राणि कानि इति बुद्धं खलु? यथा पूर्वं चर्चितं सिव्योगः न इत्यत्र लोपो व्योर्वली इति सूत्रेण सिव् इत्यस्य तत्र अन्तेयः वकारः अस्ति तस्य लोपः वलीपरे नकारः वल् प्रत्याहारे अस्ति इति कृत्वा लोपो व्योर्वली इति सूत्रस्य प्रसक्तिः अस्ति. पुनः छ्वोः शूडननासिके च इति सूत्रेण सिव् इत्यत्र वकारस्य स्थाने ऊट् इति आदेशः अनुनासिकप्रत्यये परे अत्र नकार न इति प्रत्ययः अनुनासिकादि आदिप्रत्ययः अस्ति अतः वकारस्य स्थाने ऊट् इति आदेशः भवितुम् अर्हति. अपि च पुगन्तलघुपदस्य च इत्यनेन गुणः सिव् इत्यत्र सेव् इति भवितुम् अर्हति इति त्रीणि सूत्राणि सन्ति. तर्हि तत्र किमस्ति किमासीत् अस्माकं चिन्तनक्रमः? अस्माकं चिन्तनक्रमः प्रथमतया संज्ञानिमित्ततया कथं अत्र त्रीणि सूत्राणि सन्ति खलु तेषु लोपो व्योर्वली अपि च छ्वोः शूडनासिके च अनयोः कीदृशसम्बन्धः? तत्र लोपो व्योर्वली छ्वोः शूडनुनासिके इत्यस्य परत्वादपि बलवत् भवति अपवादेन अपि बलवत् भवति तदनन्तरम् अङ्गकार्यम् इति स्वीकृत्य अपि तस्य बलः भवति छ्वोः शूडनुनासिके इत्यस्य. छ्वोः शूडनुनासिके च इति तत्र परसूत्रमस्ति अपि च अपवादसूत्रमस्ति खलु? अपवादसूत्रं किन्तु एकस्मिन् दले एव. एकस्मिन् दले एव सत्यम्. अपवादसूत्रं किमर्थम्? अपवादसूत्रं किमर्थम् इति चेत् सिव्योगना इत्यस्मिन् यत्र यत्र छ्वोः शूड् अनुनासिके इत्यस्य सूत्रस्य तत् प्रवर्तते तत् सूत्रं प्रवर्तते तत्र च लोपो व्योर्वली अपि आगच्छति तस्यापि प्रसक्तिः भवति. छ्वोः शूड् अनुनासिके इति अत्र न प्रवर्तते चेत् अन्यत्र लब्धावकाशः न प्राप्यते इति कृत्वा छ्वोः शूड् अनुनासिके इत्यस्य इति अपवादेन कार्यं करोति. समीचीनं. तर्हि इदानीं लोपो व्योर्वली इति गतम्. इदानीं छ्वोः शूडनासिके च इति अपवादसूत्रम् इति कृत्वा तस्यैव कार्यं स्यात् इति उक्तम्. इदानीं तत्र पुगन्तलघुपदस्य च इति अपि अस्ति. तर्हि अनयोः सूत्रयोः सम्बन्धः कः इति इदानीं वयं चिन्तयामः खलु? तर्हि अनयोः कीदृशसम्बन्धः? अनयोः तस्य परसूत्रमेव अस्ति. तत्रापि अन्यत्र लब्धावकाशः अस्ति सङ्कर्षः अस्ति तुल्यबलसूत्रे स्तः अतः पुगन्धलघुपदस्य च इति सूत्रं परसूत्रं भवति अतः तत् सूत्रं प्रवर्तते स्यात् इति तत्र पूर्वपरप्रसङ्गः पश्यामः चेत् केवलं तत्र पुग्गन्तलघुपदस्य च इति परत्वात् तस्य कार्यं भवति, तुल्यबलविरोधः अस्ति, परत्वात् तस्य कार्यं भवति इति वदामः. परन्तु इतोपि अग्रे चिन्तनीयं खलु. हा, तत्र अन्तरङ्गम् इति भावः स्वीकुर्मः चेत् तत्र तस्य अनन्तरं तत्र पूर्वपर इत्यस्य अनन्तरं किम् अस्ति? नित्यसूत्रं खलु. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरबलीयः इति परिभाषायाः आधारेण अत्र परं परसूत्रं तु पुगन्तलघुपदस्य च अस्ति. तर्हि तस्य कार्यं स्यात् इति वयं चिन्तयामः चेत् परन्तु ततः अग्रे किञ्चित् चिन्तयामः अनयोः मध्ये एकं सूत्रं नित्यम् अस्ति वा इति चिन्तनीयम्. भगिनि क्षम्यतां, प्रश्नः अस्ति, पृच्छामि वा? पृच्छतु. तत्र च्वोः षुडुना अनुनासिके अपि च पुगन्तलघुपदस्य कार्यक्षेत्रं भिन्नः अस्ति किल, किमर्थम् अपवाद तत्र तु वकारस्य स्थाने ऊट् भवति परन्तु पुगन्तलघुपदस्य च उपधायां कार्यं भवति, तत्र अपवादः नास्ति. परसूत्रम् इति उक्तं खलु. अस्तु, परन्तु द्वयोः प्रसक्तिः किमर्थं? कार्यक्षेत्रं तु भिन्नः स्थलेषु भवति किल. हा, सत्यम्. अनयोः कीदृशसम्बन्धः अस्ति तर्हि? तदेव, कार्यक्षेत्रं भिन्नम् अतः अपवादस्य प्रसङ्गः नास्ति. सत्यं. हा, अस्तु. ओ, नित्यसूत्रं भवति वा इति द्रष्टव्यम्. अस्तु. परन्तु इदानीं परसूत्रम् इति जानीमः, पुगन्तलघुपदस्य च परसूत्रम् इति जानीमः, तुल्यबलविरोधः अस्ति इत्यपि जानीमः. परन्तु हा, तुल्यबलविरोधः कथम् अस्ति? अत्र तु समानक्षेत्रं नास्ति किल, तत्र कथं भवति एकस्मिन् स्थले द्वयोः सूत्रं? तुल्यबलविरोधः इत्यस्य कः अर्थः? द्वयोः सूत्रस्य कार्यं भवति यत्र अन्यत्र लब्धावकाशः अपि अस्ति द्वयोः सूत्रयोः, तस्मिन् समये वयं वक्तुं शक्नुमः तुल्यबलविरोधः अस्ति. अनयोः अन्यत्र लब्धावकाशः अस्ति वा? हा, अस्ति किल. तत्र तु पुगन्तलघुपदस्य च बहवः निमित्तानि, पञ्चनिमित्तानि सन्ति, च्वोः तु त्रीणि निमित्तानि सन्ति. अन्यत्र लब्धावकाशः अस्ति इत्यस्य कः अर्थः? समान, क्षम्यतां, तत्र तु यत्र प्रसक्तिः अस्ति तस्य एव प्रामुख्यं स्वातन्त्र्येण भिन्नस्थलेषु कार्यं भवति. हा, यत्र कार्यक्षेत्रं तत्र अन्य पृथक्तया कार्यक्षेत्रम् अस्ति पुगन्तलघुपदस्य च, यत्र च्वोः शूडनासिके च इति न आगच्छति एव, तादृशमस्ति वा? अस्ति किल, पुगन्तलघुपदस्य च अन्यत्र लब्धावकाशः अस्ति. हा, च्वोषुडनासिके च तस्य सूत्रस्य अपि अन्यत्र लब्धावकाशः अस्ति किल, तत्र तु अस्ति, अन्यत्र लब्धावकाशः अस्ति, अनयोः द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति, अतः तुल्यबलविरोधः अस्ति. अस्तु, अस्तु, परन्तु ओ अस्तु, द्वयोः प्रसक्तिः अस्ति. सत्यम्. अस्तु, यद्यपि समानक्षेत्रे कार्यं न करोति परन्तु तत्रापि तुल्यबलविरोधः वक्तुं शक्यते वा इति तदेव मम. समानक्षेत्रे कार्यं न करोति, तुल्यबलविरोधः इत्यस्य अर्थः भवत्या न बुद्धम् इत्युक्ते अत्र अस्माकं किम् किम् आसीत्, तत्र अस्माकं मूल उदाहरणं किम् आसीत्? वृक्षयोगः ब्यान्. हा, सत्यं, तत्र तु समानक्षेत्रे भवति अतः तस्य न समानक्षेत्रे इति नास्ति. वृक्षयोगः ब्याम् इत्यत्र कस्य सूत्रस्य कार्यमस्ति? तत्र तु सुपि च अपि च द्वयोः बहुवचने झल्येत् इति सूत्र. द्वयोः नास्ति, द्वयोः नास्ति. हा, द्वयोः नास्ति. किमस्ति, अहं विस्मृतवती, क्षम्यतां. सुपि च इति सूत्रस्य एव प्रसक्तिः तत्र. वृक्षयोगः ब्याम् इत्यत्र सुपि च इत्यस्य एव प्रसक्तिः अस्ति, बहुवचने झल्येत् इत्यस्य प्रसक्तिः नास्ति. तत्र वृक्षाभ्याम् इति दीर्घत्वं भवति. अस्तु खलु. अनन्तरं वृक्षयोगः ब्यस् इत्यत्र, वृक्षयोगः ब्यस् इत्यत्र वृक्षयोगः सु, तत्र सप्तमी बहुवचने वृक्षयोगः सु इत्यत्र तस्य कार्यं? वृक्षयोगः सु इत्यस्य तत्र तु सुपि च इत्यस्य प्रसक्तिः अस्ति किल. सुपि च इत्यस्य एव प्रसक्तिः अस्ति, यतोहि सु इति ययादि नास्ति. ययादि नास्ति. अस्तु, इति तत्र पृथक् क्षेत्रम् अस्ति. बहुवचने जल्येत् इत्यत्र वृक्षेषु इति पृथक् क्षेत्रम् अस्ति, वृक्षयोगः ब्याम् इत्यत्र सुपि च इत्यस्य पृथक् क्षेत्रम् अस्ति. तर्हि द्वयोः अन्यत्र लब्धावकाशः अस्ति. सत्यं, तत्तु समीचीनं, परन्तु इदानीम् एकत्र एकत्र प्राप्तिः कुत्र? वृक्षयोगः अभ्यस् इत्यस्मिन् एकत्र प्राप्तिः अस्ति. हा, एकत्र प्राप्तिः अस्ति, तत्र वयं किं वदामः, अनयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति, इदानीम् एकत्र प्राप्तिः अस्ति, तुल्यबलविरोधः अस्ति इति कृत्वा परसूत्रस्य बलं, बहुवचने जल्यत् इत्यस्य बलम् इति कृत्वा वृक्षेभ्यः इति रूपम्. एतत् उदाहरणञ्च समीचीनमस्ति भगिनि, परन्तु यदि पुगन्तलघुपदस्य च अपि च चोः शुडनासिकः इति द्वयोः सूत्रम् एवं कुर्मः चेत् एकत्र प्राप्तिः कुत्र अस्ति इति मम अत्र अस्ति खलु सिव्योगः न सिव्योगः न एकत्र नास्ति वा प्राप्तिः सिव्योगः न इत्यत्र ऊटादेशः भवति वा इति द्रष्टव्यं वा? अस्तु, गुणः भवति वा ऊटादेशः भवति वा इति द्रष्टव्यं खलु, समाननिमित्तमस्ति. हा, ओ अस्तु, अहं चिन्तितं समानस्थले एव नकारस्य वकारस्य स्थाने एव कार्यं भवति वा इति मम क्षम्यतां भगिनि, अहं निमित्तं समानमस्ति खलु, समाननिमित्तमस्ति. सत्यं सत्यम्, अस्तु अस्तु भगिनि, अस्तु. इदानीम् अनयोः तुल्यबलविरोधः अस्ति इति अवगच्छामः खलु, पुगन्तलघुपदस्य च इति बहु सामान्यसूत्रमस्ति, तस्य कार्यं बहुत्र भवति यत्र वकारान्तं नास्ति. वकारान्तं नास्ति तत्रापि तस्य कार्यं भवति. कोऽपि उदाहरणं स्मरति चेत् वदन्तु. वकारान्तं नास्ति तत्र कस्य उदाहरणं भगिनि? पुगन्तलघुपदस्य च आर्धधातुक प्रत्यय किमपि उकारः अष्टमे अष्टमः गणः किमपि स्वीकरणीयं तत्र आर्धधातुकप्रत्ययः अस्ति तत्र पुगन्तलघुपदस्य च इति कारणेन गुणः भवति. इदानीं तत्र किम् अस्ति, वित् इति धातुः अस्ति, वित् इति धातुः, तत्र वित् योगः शप् इति अस्ति चेत् तत्र चोः शुरनासिके च इति कार्यं करोति वा? नास्ति खलु, पुगन्तलघुपदस्य च इत्यस्य एव कार्यक्षेत्रं तत्र, अतः पृथक् कार्यक्षेत्रम् अस्ति पुगन्तलघुपदस्य च. एवमेव चोषुरासिके च इत्यस्य पृथक् कार्यक्षेत्रं कुत्र इति चेत् यत्र वकारान्तप्रत्ययः अनन्तरं वलि इति उक्तं खलु, तत्र वल् वकारः इति प्रत्ययः यत्र अस्ति. इदानीं मामव् इति यङ् लुगन्तधातुः अस्ति, मामव् मामव् योगः व इति तिङ् प्रत्ययः अस्ति, उत्तमपुरुषे द्विवचनं वः, मामव्योगः वः इत्यत्र केवलं चोहशुरनासिके च इत्यस्य एव प्रसक्तिः अस्ति, न तु पुगन्तलघुपदस्य च. अतः अनयोः द्वयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति. पश्यन्ति वा? हरि ओम्. श्रूयते भगिनि, श्रूयते. हा, अवगच्छन्ति खलु? आम् आं भगिनि. तर्हि इदानीं परसूत्रस्य कारणेन पुगन्तलघुपदस्य च इत्यस्य कार्यं स्यात् इति वयं चिन्तयामः चेत् ततः अग्रे चिन्तनीयम्, अनयोः नित्यसम्बन्धः अस्ति वा? अनयोर्मध्ये नित्यसम्बन्धः नास्ति, अनयोर्मध्ये एकं सूत्रं नित्यसूत्रम् अस्ति वा इति चिन्तनीयं खलु. लक्ष्मी भगिनी अग्रे वदतु. आं भगिनि, इदानीं नित्यप्रसङ्गः स्वीकुर्मः चेत् नित्यशास्त्रं तदा भवति यदा कृताकृतप्रसङ्गी यः विधिः भवति इति चेत्, इदानीम् अस्माकं पुरतः सूत्रद्वयम् अस्ति, छोः शूडनुनासिके च पुगन्धलघुपदस्य च इति. इदानीं पुगन्धलघुपदस्य च इत्यस्य कार्यं प्रथमं भवति इति चेदपि छोः शुड् अनुनासिके च इत्यस्य प्रवर्तनं ततः परमपि भवितुम् अर्हति. चित्सिव् इत्यस्य गुणः कृत्वा सेव् इति प्रथमतया कृत्वा तदनन्तरमपि वकारः तत्रैव तिष्ठति इति कृत्वा छोः षुड् अनुनासिके च इति सूत्रस्य प्रवर्तनात् वकारस्य ऊटादेशः स्यात्। तथा एव नोट् तथा एव छोः षुड् अनुनासिके इति प्रथमतया करोति चेत् अपि करोति चेत् इदानीं सिव् इत्यस्य वकारस्य ऊटादेशः प्रथमं करोति चेत् किन्तु पुगन्धलघुपतस्य च इत्यस्य कार्यं न प्रवर्तते। किन्तु छोः षुड् अनुनासिके च इत्यस्य कार्यं न प्रवर्तते इति किमर्थं वदति? तत्र ऊट् आदेशः भवति चेत् वकारस्य स्थाने सिव् सी ऊट् स्यूट् इति भवति वा भगिनि? न जानामि। ऊट् इत्यस्य ठकारः इत्संज्ञकः टकारः उ इति एव अवशिष्यते। स्यूट् इति भवति वाकारः इत्संज्ञकः अस्ति भगिनि, उ इति एव अवशिष्यते। ओ अस्तु, ओ उ इति एव अवशिष्यते। अस्तु अस्तु, हा इति अवशिष्यते चेत् सि योग उ यकारः आगच्छति खलु तत्र स्यू कथम् आगच्छति यकारः? इदानीं चिन्तनीयम्, इदानीं चिन्तनीयं पुगन्तलघुपदस्य च इत्यस्य कार्यं भवितुम् अर्हति न वा इति चिन्तनीयं। तत्र तु छोः षुडनासिके च इति तु नित्यमस्ति इति जानीमः। पुगन्तलघुपदस्य च इति प्रथमं भवति चेत् तदनन्तरमपि छोः षुडनासिके च भवितुम् अर्हति खलु? इदानीं छोः षुडनासिके च इति प्रथमं भवति चेत् पुगन्तलघुपदस्य च इति अग्रे भवति वा न वा इति द्रष्टव्यम्। लघु एव अस्ति खलु, सि इति एव अस्ति, इकारः अस्ति, सि उ इति भवति, सि यु भवति। इदानीमपि उपधा लघु एव अस्ति, इकारः अस्ति, इकारः अस्ति, अन्तिमवर्णः उकारः अस्ति। पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति, परन्तु प्राप्तिः अस्ति वा नास्ति वा इति चिन्तनीयम्। तत्र सार्वधातुकार्धधातुकयोः अपि कार्यं कर्तुम् आगच्छति न? हा, सार्वधातुकार्धधातुकः इति अपि अस्ति, सत्यं, तदपि अस्ति, तदपि चिन्तनीयम्। वस्तुतः त्रीणि सूत्राणि तत्र यणादेशः। हा, इदानीं चिन्तयामः, इदानीं तत्र अस्तु, इदानीं समीचीनम्। अत्र गीताञ्जलि भगिनी वदतु, अत्र सिव्योगः न इत्यत्र नित्यसूत्रस्य चिन्तनं कथं भवति? शृणोमि इति उक्तवती खलु, क्षम्यताम्। अस्तु, इदानीं कः वदति अत्र? उमा भगिनी वदतु। अस्ति वा उमा भगिनी? ओके, प्रयत्नं करोमि। सीव् योगः न नकारः अत्र पुगन्धलघुपदस्य श्वोः सूदनसिके द्वयोः सूत्रयोः आगन्तुं शक्यते, किन्तु पुगन्धलघुपदस्य अत्र परसूत्रमस्ति, सूत्र द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति, बलवत् परसूत्रं बलवत् अस्ति, तस्मात् तदेव कार्यं करोति। पुगन्धलघुपदस्य च इत्येव कार्यं करोति वा? अस्तु, ततः अग्रे चिन्तनीयं खलु। अत्र भवती उक्तवती नित्यसूत्रम् आगच्छति वा इति चिन्तनीयम् इति, आ, नित्यसूत्रम् अपि चेत् कृताकृत प्रसङ्गे नित्यसूत्रं भवति. चूड् अनुनासिकि इदम् इति स्थिते वा लोपः भवति. न, लोपः नास्ति, वकारस्य स्थाने ऊट्. अच्छा, सोरि सोरि, वकारस्य स्थाने ऊट् भवति. किन्तु पुगन्धलघुपदस्य इति चेत् लघु उपधा अस्ति चेत् तत्र गुणः सम्भवति. प्रथमे स्वोः शूरसिकी कार्यं करोति चेत् वकारस्थाने ऊट् आदेशः भवति. पुगन्तलघुपदस्य इति सूत्रं प्रथमे कार्यं करोति चेत् गुणः सम्भवति. सपोस् सोरि, पुगन्तलघुपदस्य ओके शोषूडनुवासिके इति कार्यं करोति चेत् तदनन्तरं पुगन्धलघुपदस्य आगति चेत् अपि सेव् कार्यं कर्तुं शक्यते. किन्तु पुगन्धलघुपदस्य प्रथमे न न इदानीं पुगन्तलघुपदस्य च प्रथमं कार्यं करोति इति चेत् किं भवति? गुणः सम्भवति, आगच्छति. हा, सेव् योगः न. इदानीं श्वोघोषुरनासिके च कार्यं कर्तुं शक्नोति वा? सेव् योगः न इत्यत्र इदानीं चोगशूरनासिके च इत्यस्य कार्यं कुत्र? वकारस्य स्थाने स्थाने ऊट् भवति. ऊट् इदानीं भवितुम् अर्हति वा? सेव् इति आगच्छति चेत् वकारः अस्ति वा नास्ति वा तत्र? तत्र अस्ति न. हा, तर्हि भवति वा नास्ति वा? भवति मीन्स् ऊट् आदेशः तत्र भवितुम् अर्हति वा न वा? अर्हति. अर्हति खलु. तर्हि पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति चेत् चोः शुरानासिके च इति तदनन्तरं कार्यं कर्तुं शक्नोति. तर्हि छोः शूरनासिके च इति सूत्रं नित्यसूत्रम् इति अस्ति खलु. परन्तु पुगन्तलघुपदस्य च इति तथा अस्ति वा इति चिन्तनीयं. तर्हि इदानीं छोः शूरनासिके च प्रथमं कार्यं करोति चेत् तत्र किं भवति? तत्र स्थाने ऊट् आदेशः भवति. तर्हि सी सी योगः ऊ योगः न इति अस्ति. अस्तु, इदानीं पुगन्तलघुपदस्य च इत्यस्य कार्यं भवितुम् अर्हति वा? तत्र आदेशः भवति खलु. सी अस्ति, तत्र सी अपि अस्ति, स्थाने ऊट् आदेशः भवति. इत्युक्ते अत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति, परन्तु इदानीम् अस्माकं सन्दर्भः कः इति चेत् तत्र इकोणचि इति सूत्रमपि प्रसक्तमस्ति खलु. सि योगः उ इत्यत्र यण्सन्धिः भवितुम् अर्हति, अपि च तत्र सार्वधातुकार्धधातुकयोः इत्यस्यापि प्रसक्तिः अस्ति. ऊ इत्यस्य ओकारादेशः अपि भवितुम् अर्हति. तर्हि इदानीम् अत्र प्रथमं छोः शूडनासिके च इति कार्यं करोति चेत् इदानीं पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति वा न वा इति न जाने, इदानीं चिन्तनीयम् अग्रे, यतोहि त्रीणि सूत्राणि प्रसक्तानि इदानीं, इकोयणचि, पुगन्तलघुपदस्य च, अपि च सर्वधातुक अर्धधातुकयोः, अतः तत्र ब्लाक् एण्ड् वैट् नास्ति इदानीं, खलु चिन्तनीयम् इदानीम्, अतः पुगन्तलघुपदस्य च नित्यसूत्रं वा न वा इति न जाने, इदानीं चिन्तनीयम् अग्रे चिन्तनीयम्, अस्तु तोः शुरानासिके च तु इति नित्यसूत्रमिति सस्पष्टतया ज्ञायते, क्लेशः एव नास्ति, परन्तु पुगन्तलघुपदस्य च नित्यसूत्रमस्ति वा न वा इति न जाने इति अग्रे पश्यामः. अस्तु इदानीं शोभाभगिनी अग्रे पठतु. भगिनि अत्र उत्तरं न अस्ति, तत्र मे शूरनासिकस्य अनुनासिके च इति सूत्रं कृत्वा पुगन्तलघुपदस्य से ऊ भवति. प्रथमं पुगन्तलघुपदस्य योगः न इति, सेव् योगः न इति अस्ति, पुगन्तलघुपदस्य च प्रथमं भवति चेत् सेव् योगः न शोरनुनासिकस्य अनुनासिके च इति सूत्रं कृत्वा तदनन्तरं पुगन्तलघुपदस्य सूत्रं भवति चेत् सि ऊ भवति, से ऊ भवति शक्यं. तस्मिन् समये किं कर्तव्यम् इति न उक्तम्, उत्तरं नास्ति तत्र. एकक्षणं भगिनि, अत्र से सेवु इति न भवति, सेवु इति भवति वा इति चिन्तनीयं. भवितुं शक्यं, भवितुं शक्यं, भवितुं भवितुं शक्यं, सेवु इति भवितुं शक्यं, परन्तु तत्र इकोयणचि तत्समये किं कर्तव्यम् इति न उक्तं, तदेव अग्रे अस्ति, तदेव पश्यामः, क्रमेण गच्छामः. शोभाभगिनी अग्रे. आं भगिनि, कुतः कृपया वदतु भगिनि. छोः शुरानसिके च इत्यनेन अनुनासिकादि तत्र किल. छोः शूड् अनुनासिके च इत्यनेन अनुनासिकादिप्रत्यये परे वकारस्य स्थाने ऊट् आदेशः, सि ऊ योगः न, इकोयणचि पुगन्तलघुपदस्य च इत्यनयोः द्वयोः प्रसक्तिः. तत्र छोः शूड् अनुनासिके च इति अनुनासिकादिप्रत्यये परे वकारस्य स्थाने ऊट् आदेशः भवति इति दृष्टवन्तः. तत्र स्युव् योगः न इति प्रसङ्गे वकारस्य अधुना ऊट् इति भवति, ठकारः इत्संज्ञकः, अतः ऊ एव तिष्ठति, अधुना सिव् इत्यस्य सिव् सि ऊ इति अभवत्, सि ऊ योगः न. तत्र इकारः अस्ति इ इत्यस्य, उपादायम् इकारः इक् वर्णः, अतः इको एणचि अपि च सकारस्य तदेव कारणेन पुगन्तलघुपदस्य च इति इत्यस्य अपि प्रसक्तिः अस्ति तत्र. अत्र अग्रे पठामि वा. सत्यम्, इदानीं सि चोः शूरनसिके च इति प्रथमं कार्यं करोति चेत् वकारस्य ऊट्, सि ऊ योगः न, अधुना इकोयणचि, पुगन्तलघुपदस्य च, अपि च सार्वधातुक अर्धधातुकयोः इत्यस्यापि प्रसक्तिः, खलु. अत्र तर्हि अधुना चोः शूड् अनुनासिके च नित्यत्वेन कार्यं करोति इति चिन्तयामः चेत् सि ऊ इति भवति इति अग्रे गच्छामः किल भगिनि. सत्यम्, इदानीं तत्र चोः शूडानासिके च अपि च पुगन्तलघुपदस्य च अनयोर्मध्ये कीदृशसम्बन्धः इति एव वयं चिन्तयामः, तदर्थं वयं इन् द बेक्ग्रौण्ड् आल् दिस्. This is not the prakriya. We are still thinking. चिन्तनक्रमे अत्र चोषुनासिके च इति प्रथमं कार्यं करोति चेत् पुगन्तलघुपदस्य च नित्यसूत्रम् अस्ति वा नास्ति वा, अनयोः बलाबलं कथमस्ति, हा अत्र तर्हि द्वयोः प्रसक्तिः अस्ति इति कृत्वा अत्र युगपत् द्वयोः सूत्रयोः प्रसक्तिः इको यणचि च पुगन्तलघुपदस्य च इको यणचि इत्यनेन इकारस्य स्थाने यकारादेशः पुगन्तलघुपदस्य च इत्यनेन उपधागुणः नाम इकारस्य स्थाने एकारादेशः इमे द्वे सूत्रे एकत्र प्राप्ते अपि च अन्यत्रान्यत्र लब्धावकाशे अतः तयोः तुल्यबलविरोधः तस्मात् विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तत्वात् पुगन्तलघुपदस्य च परत्वात् बलवत् अपि च वर्णादाङ्गं बलीयः वर्णात् अङ्गं बलीयः इति परिभाषया तस्य बलम्। अधुना तत्र इकोयणचि अपि च पुगन्तलघुपदस्य च इति द्वयोः सूत्रयोः प्रसक्तिः अस्ति चेत् इकोयणचि इत्यनेन एक यकारादेशः भवति अतः तत्र सेवु इति भवति अपि च पुगन्तलघुपदस्य च इत्यनेन उपधागुणः भवति इति कृत्वा तत्रापि तदेव भवति हा सेवु एव भवति तत्रापि अत्र एकः संशयः शिवु आगच्छति चेत् ऊकारः बिकम्स् ओकारः आल्सो सार्वधातुकार्थ सूत्रेण शिवो अपि आगन्तुं शक्यते हा तदेव उक्तं खलु सार्वधातुकार्धधातुकयोः इत्यस्यापि प्रसक्तिः अस्ति इकोयणचि इत्यस्य प्रसक्तिः अस्ति पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति तर्हि इदानीं प्रथमम् इकोयणचि अपि च पुगन्तलघुपदस्य च अनयोः विशेषचिन्तनं कुर्मः प्रथमतया तर्हि अत्र किमस्ति भगिनि हा सिव् इत् सेव् इति यकारः आगच्छति चेत् सि सिया इति भवति किल इदानीं सि योगः उ इति सन्दर्भे सि योगः उ योगः न इति सन्दर्भे इकोयणचि अपि च पुगन्तलघुपदस्य च अनयोः कीदृशसम्बन्धः तत्र द्वयोः अपि सि इत्यस्य इकारस्य स्थाने कार्यं भवति इति तदेव सम्बन्धः इति मन्ये न न बलाबलचिन्तनं बलाबलचिन्तनं करोतु अत्र हा बलाबल अस्तु तत्र द्वयोः सूत्रयोः प्रसक्तिः अत्रापि अस्ति अपि च अन्यत्रापि अस्ति अन्यत्र लब्धावकाशः अस्ति द्वयोः अतः विप्रति तुल्यबलम् अस्ति द्वयोः सूत्रयोः अतः तुल्यबलविरोधः अपि अस्ति अतः विप्रतिषेधे परं कार्यम् इति कारणेन पुगन्तलघुपदस्य च इति सूत्रं परम् अस्ति इति कृत्वा परत्वात् बलवत् भवति परत्वात् बलेन कार्यं कर्तुम् अर्हति अपि च तत्र अन्यत् विषयमपि दत्तं वर्णाद् अङ्गं बलीयः इति परिभाषा वर्णाद् आङ्गम् वर्णाद् आङ्गं बलीयः वर्णात् नास्ति वारणात् ओ क्षमतां भगिनि वारणादाङ्गम् अस्तु वारणादाङ्गं बलीयः इति परिभाषया तस्य बलं तत् न जानामि वारणात् हा इत्युक्ते वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत् इति परिभाषा अस्ति अत्र इकोयणचि इति सूत्रं कीदृशकार्यम् अङ्गकार्यम् इकोयणचि इकोयणचि वर्णनिमित्तकार्यं खलु इकः स्थाने यण् वर्णकार्यं खलु इकः स्थाने यण् इति पुगन्तलघुपदस्य च इति कीदृशकार्यम् इत्यस्य अङ्गस्य अङ्गकार्यम् अस्तु भगिनि इको इकः स्थाने यण् आदेशः भवति एकस्मिन् पक्षे पुगन्तलघु उपदस्य च तत्र अङ्गं पुक् अङ् लघु उपपदस्य अङ्गस्य कार्यम् इति अस्ति इति कृत्वा अङ्गस्य अङ्गं भवति तत्र, अपि च अङ्गस्य इत्यस्य अधिकारे अस्ति. आम् आम् आम् खलु. तत्र षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तम् अङ्गस्य इत्यस्य अधिकारे अस्ति. अतः तानि सूत्राणि, सर्वाणि सूत्राणि अङ्गकार्याणि. पुगन्तलघुपदस्य च इति अपि तत्र एव अस्ति सप्तमाध्यायस्य तृतीयपादे. अतः तदपि अङ्गकार्यम्. अतः अत्र किम् उक्तमिति चेत्, अन्यत्र अन्यत्र लब्धावकाशः द्वयोः अपि अस्ति, अतः परत्वात् अपि पुगन्तलघुपदस्य च इति सूत्रं बलवत् अस्ति, अपि च अङ्गकार्यम् इति कृत्वा अपि बलवत् अस्ति. वारणादाङ्गं बलीयः इति परिभाषया अपि पुगन्तलघुपदस्य च इति बलवत् अस्ति, अतः तस्य एव कार्यं स्यात् इति उक्तम्. तर्हि तस्य एव कार्यं स्यात् इति उक्तं, परन्तु तत् चिन्तनं समाप्तं नास्ति, अग्रे इतोपि चिन्तनीयम्. यतोहि तत्र केवलं पूर्वपरप्रसङ्गः एव दृष्टः. इदानीं नित्यमस्ति वा, अनयोर्मध्ये एकं नित्यम् अस्ति वा, अनयोर्मध्ये एकम् अपवादः अस्ति वा, अनयोर्मध्ये एकम् अन्तरङ्गम् अस्ति वा इत्यपि चिन्तनीयम्. अस्तु अस्तु अस्तु, समीचीनम्. इदानीं तत्र सार्वधातुकार्धधातुकयोः, अरविन्द महोदय वदतु, सार्वधातुकार्धधातुकयोः इत्यस्य विषये क्लेशः अस्ति वा, सङ्घर्षः अस्ति वा? इको यनचि पूर्वसु सर्वप्रथमं सूत्रमस्ति इति कृत्वा तस्य प्रसक्तिः भवति प्रथमं. किन्तु वार्णादङ्गं बलिया इति कृत्वा, वार्णकार्यम् अस्ति इति कृत्वा तस्य निष्कासनं करोति. तदनन्तरं सर्वधातुक अर्धधातुकयोः एवं पृथक् पुगन्तलघुपदस्य च अनयोः सङ्घर्षः अस्ति वा इति द्रष्टव्यं. तत्र सर्वधातुक अर्धधातुकयोः षडुवर्णानुनासिका कार्यं कृतम् इति स्वीकृत्य एव चिन्तनं भवति. तत्र सर्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च इति अनयोः पुगन्तलघुपदस्य च इति परसूत्रमस्ति कृत्वा सर्वधातुक अर्धधातुकयोः इति त्यजति. तदनन्तरं पुगन्तलघुपदस्य एव अवशिष्यते. पुगन्तलघुपदस्य एवं चुडो अनुनासिकयोः न एकक्षणं, समीचीनम्. एतावता यदुक्तं समीचीनम्. इदानीं पुगन्तलघुपदस्य च अपि च सार्वधातुक अर्धधातुकयोः भवान् वक्तुमिच्छति पुगन्तलघुपदस्य च इति परसूत्रम् इति कृत्वा तस्य कार्यं प्रथमं भवति इति वक्तुमिच्छति खलु? अन्यत्र अन्यत्र लब्धावकाशम् अस्ति, ततः तुल्यबलविरोधत्वात् परसूत्रं पुगन्तलघुपदस्य च बलिया भवति. परन्तु पुगन्तलघुपदस्य च इत्यस्य कार्यानन्तरं सार्वधातुक अर्धधातुकयोः इति भवितुमर्हति वा? न भवति. किमर्थं न भवति? परसूत्रत्वात् न इति परस्य अपेक्षया अनयोर्मध्ये नित्यत्वम् अस्ति वा इत्यपि चिन्तनीयं खलु? आम्, पुगन्तलघुपदस्य च नित्यत्वम् इति अन्यत्र अन्यत्र अङ्गे कार्यं भवति न अङ्गत्य भवतु. इदानीं पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति चेत् किं भवति? पुगन्तलघुपदस्य कार्यं करोति चेत् लघु उपदस्य गुणं भवति. से योगः उ इति भवति खलु? आम्. इदानीं सार्वधातुक अर्धधातुक इत्यस्य कार्यं भवितुम् अर्हति वा? से योगः कार्यं भवितुम् अर्हति इगन्तमस्ति कृत्वा. अतः अनयोः तादृशसम्बन्धः नास्ति, तत्र अनयोः तादृशसङ्घर्षः नास्ति. एकस्य कार्यस्य अनन्तरमपि अन्यत् कार्यं भवितुमर्हति. यदि सार्वधातुकार्धधातुकयोः इत्यनेन तत्र उकारस्य ऊकारस्य ओकारः भवति प्रथमतया, तदानीमपि पुगन्तलघुपदस्य च इत्यस्य कार्यं भवितुमर्हति खलु? पुगन्तलघुपदस्य पूर्वं करोति चेत् अपि अतः सर्वधातुकार्धधातुकयोः इत्यस्य तादृशक्लेशः एव नास्ति, अतः एव तत्र न प्रदर्शितं. तस्य भिन्नकार्यस्थलं खलु? तस्य भिन्नकार्यस्थलम्, अत्र सङ्घर्षः नास्ति. सर्वधातुकार्धधातुकयोः इत्यस्य कृते सङ्घर्षः नास्ति, अतः एव अत्र न प्रदर्शितम्. अस्माकं चिन्तनम् इदानीं केवलं इको एणचि अपि च पुकन्तलघुपदस्य च अनयोः एव अनयोः मध्ये पुकन्तलघुपदस्य च एव तिष्ठति इको एणचि वार्णात् अङ्गं बल्या इति परिभाषया अङ्गक वर्णकार्यमस्ति कृत्वा तस्य प्रसक्तिः नास्ति अङ्गकार्यमेव बल्या भूत्वा पुकन्तलघुपदस्य च तिष्ठति सत्यम् उगन्तलघुपदस्य च इति तिष्ठति इति वयं चिन्तयामः परन्तु इतोपि अग्रे चिन्तनीयम् अनयोर्मध्ये नित्यप्रसङ्गः अस्ति वा अनयोर्मध्ये अन्तरङ्गप्रसङ्गः अस्ति वा इत्यपि चिन्तनीयम् उगन्तलघुपदस्य च परत्वात् कार्यं कर्तुम् अर्हति परन्तु तत्र इतोपि चिन्तनीयम् अनयोर्मध्ये एकम् अन्तरङ्गम् अस्ति वा नास्ति वा इति चिन्तनीयम् इति अस्माकम् अग्रिमविषयः अस्ति अस्तु इदानीं मीना भगिनी किञ्चित् सारांशरूपेण वदतु सिद्धियोगः न इत्यत्र किं किं चिन्तितम् अस्माभिः मम भ्रमः अस्मिन् प्रति अस्ति भगिनि अहं जानामि सिव् योगः न इति स्थिते प्रथमं शूरन्नासिके च इति सूत्रम् अपि च पुगन्तलघुपदस्य च इति सूत्रं प्रसक्तिः अस्ति यदि पुगन्तलघुपदस्य सूत्रं प्रथमं भवति चेत् सेव् योगः न इति भवति तदनन्तरं षोडशो अनुनासिके चेति सूत्रं भवितुं शक्यम् एव कृताकृतप्रसङ्गे इत्येन षोडनुनासिके चेत् सूत्रं नित्यसूत्रं भवति परन्तु मम प्रश्नः अस्ति पुगन्तलघुपदस्य लघुपदस्य इति सूत्रं परं भवति शोरनुनासिके सूत्रे च परं भवति चेत् सेव् सेव् सेव् उ भवति तत्र किमर्थं शोर् शूर् अनुनासिके च इति सूत्रं त्यक्तव्यम् इति कारणं नास्ति तत्र इको एन तदनन्तरं इको एनचि अपि च पुगन्तनुदस्य द्वयोः प्रसक्तिः अस्ति इति अन्य थिङ्ग् अन्य चर्चा भवति तस्मिन् समये च यदि शोरनासिके च अपि च पुगन्तलघुपदस्य च सूत्रद्वयोः यदि सेव् सेव् ऊ भवति तत्र किमर्थं शोरनासिके च सूत्रं त्यक्तव्यं किं कारणेन त्यक्तव्यमिति नास्ति कुत्र त्यक्तव्यं त्यक्तव्यं नास्ति अनयोः चिन्तनं तत्र द्वयोः मध्ये किं कार्यं प्रथमं कार्यं करोति इति एव अस्माकं प्रश्नः अस्ति खलु तर्हि इदानीं चिन्तनक्रमः अस्ति तनयोर्मध्ये द्वयमपि नित्यं यदि द्वयमपि नित्यम् अस्ति चेत् ततः अग्रे चिन्तनीयम् अपवादः अस्ति वा इति चिन्तनीयं नो चेत् अपवादः अपि नास्ति चेत् तत्र अन्यत् किमपि अस्ति वा इति चिन्तनीयं त्यक्तव्यमिति किमपि नास्ति चोः शुडानासिके च इति प्रथमं कार्यं करोति चेत् सि योगः उ योगः न इदानीं पुगन्तलघुपदस्य च इति कार्यं कर्तुम् अर्हति परन्तु तस्य प्राप्तिः अस्ति वा नास्ति वा इति न जाने किमर्थमिति चेत् इदानीम् अत्र अन्यानि सूत्राणि अपि आगच्छन्ति खलु परन्तु त्यक्तव्यम् अस्ति त्यक्तव्यमिति न उक्तं कारणमपि न उक्तं त्यक्तव्यमिति नास्ति पुगन्तलघुपदस्य च त्यक्तव्यमिति नास्ति पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः अस्ति तत्र प्रसक्तिः अस्ति भवितुम् अर्हति परन्तु इदानीम् अन्यानि सूत्राणि अपि आगच्छन्ति इको एणचि इति आगच्छति खलु इको एणचि इति आगच्छति चेत् अनयोर्मध्ये किं भवति इदानीं प्रश्नः भवति यदि पुगन्तलघुपदस्य च इति प्रथमं भवति सेव् योगः न तदानीं चोषुडानासिके च इति आगत्य कार्यं करोति से योगः उ योगः न इति भवति तत्र क्लेशः एव नास्ति अन्यत् सूत्रं किमपि नास्ति तस्मिन् सन्दर्भे तत्र अतः क्लेशः नास्ति चोषुडनासिके च इति सूत्रस्य कृते क्लेशः नास्ति परन्तु पुगन्तलघुपदस्य च इत्यस्य कृते क्लेशः अस्ति किमर्थमिति चेत् अन्यानि सूत्राणि आगच्छन्ति अतः पुनः चिन्तनीयं भवति अहं स्पष्टतया वक्तुं न शक्नोमि अत्र पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः अस्ति वा नास्ति वा इति यतोहि पुनः तत्र क्रमस्य विषयः अस्ति अतः त्यक्तव्यम् इति नास्ति यद्यपि प्राप्तिः अस्ति इति भाति परन्तु वस्तुतः अस्ति वा नास्ति वा इति चिन्तनीयम्, यतोहि अन्यानि सूत्राणि आगच्छन्ति. बुद्धं वा? सर्वदा अस्माकं चिन्तनक्रमे यत्र सूत्रद्वयम् अस्ति तर्हि तत्र सर्वदा चिन्तनीयं कीदृशभावः अस्ति अनयोः, कीदृशसम्बन्धः अस्ति बलाबलचिन्तने इति चिन्तनीयम्. एकमेव सूत्रमस्ति चेत् चिन्तनमेव नास्ति, तस्य एव प्राप्तिः. परन्तु सूत्रद्वयम् अस्ति चेत् तदानीं सङ्घर्षः भवति, खलु? इति एव चिन्तनक्रमः अस्ति अधुना अस्माकं. पश्यतु पुनः एकवारं पश्यतु, स्पष्टमेव अस्ति, न कोऽपि क्लेशः. अस्तु तर्हि अन्यत् किमपि अस्ति वा? तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः.